विद्यारम्भं करिष्यामि तृप्तिर्भवतु मे सदा। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरं। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरं। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरं। हिन्दुधर्मं समाजञ्च पवित्रां संस्कृतिं तथा संरक्ष्यननु कुर्याम विश्वं शान्तिसमन्वितम्। कुत्र स्थापितवन्तः? अहम् एतं भागं पठितवन्तः, किन्तु तस्य अर्थः द्रष्टव्यः इति। आमाम्, आरभ्यताम्। हा, तर्हि तयोः मध्ये आलापः पठति किं ते प्रारम्भः? युद्धार्थं सन्नद्धाः सन्ति खलु, आम्, तौ द्वयेनपि इदानीम् उद्युक्तता अभवत्। अस्तु, पठामि। गौरसिंहः। कुतोरे यवनकुलकलङ्क यवनयुवकः, आह वयमपि कुत इति प्रष्टव्याः। भारतीयकन्दरीकन्दरेष्वपि वयं विचरामः। शृङ्गलाङ्गूलविहीनानां हिन्दूपदव्यवहार्याणाञ्च युष्माद्दृक्षाणां पशूनाम् आखेटक्रीडया रमामहे। गौरसिंहः सक्रोधं विहस्य, वयमपि तु स्वाङ्कागतसत्त्ववृत्तयः, शिवस्य गणा अत्रैव निवसामः। तत्सुप्रभातमद्य स्वयमेव त्वं दीर्घदावदहने पतङ्गायितोऽसि। यवनयुवकः, अरे रे वाच। अत्र सर्वेषां वचनानाम् अर्थः अवगतः चेत् अग्रे अग्रे सरामः, प्रश्नः अस्ति चेत् पृच्छन्तु। अग्रे पठामि किम्? अथवा अहं हा, यवनयुवकः, अरे रे वाचाल, ह्यो रात्रौ युष्मत्कुटीरे रुदतीं समायातां ब्राह्मणतनयां सपदि प्रयच्छथ, तत् कदाचित् दयया जीवितोऽपि त्यजेयम्, अन्यथा मदसिभुजङ्गिया दष्टाः क्षणात् कथावशेषाः संवत्स्यथ। मदसि भुजङ्गिन्या, मदसि भुजङ्गिन्या, मम असि एव भुजङ्गिनी, श्रीसर्पः इति। तद् खड्गेन दष्टः, सर्पः इति उक्तम् इति कारणात् दष्टाः, क्षणादेव कथावशेषवः संवत्स्यत। कथाविशेषः इत्युक्ते जीविताः न भवन्ति, केवलं भवतां कथा एव अवशिष्यते तावदेव कथावशेषः। तथा एव यदा अग्निशात् क्रियते चेत् वदन्ति खलु भस्मावशेषाः सन्ति इति, केवलम् अवशिष्टं तावदेव इति। कथावशेषाः संवर्त्स्यथ। तत्रापि तत्तु भविष्य साधारण लृट्लकारः एव वर्तते इत्यस्य वत्स्यते इति भवति लट्लकारे, प्रथमपुरुषे वत्स्यथ इति भवति चेत् मध्यमपुरुषः बहु, अनन्तरं सम् इति उपसर्गः बहुवचनं। कलकलम् एतम् आकर्ण्य श्यामवटुः अपि कन्या समीपात् उत्थाय दृष्ट्वा च हन्तुमेतं यवनवराकं पर्याप्तः अयं गौरसिंहः इति मा स्म गमदन्योऽपि कश्चित्। अत्र मा स्म गमत् इत्युक्ते अगमत् इति भवति अकारस्य लोपः, अतः तत्र विभागः कृतो पठति चेत् उत्तमं। मा स्म अगमत्, मा स्म अगमत् अन्योपि कश्चित् कन्यकाम् अपजिषुः इति मल्लिकादेकं विकटखड्गम् आकृष्य सरौ गृहीत्वा कन्यकां रक्षन् तदत्युषितकुटीरनिकट एव स्तस्तौ। कुटीरनिकटे एव स्तस्तौ इति, तत्र सः बहिः आगच्छति चेत् तत्र कन्यकायाः कृते अपायः भवति इति चिन्तयित्वा, यः श्यामपटुः कुटीरस्य अन्तः आसीत् बालिकया सह, सः केवलं पश्यति, केवलम् एकाकी भटः आगतवान्, तं योद्धुं गौरसिंहः पर्याप्तः इति, अतः तत्र एव स्थितवान्। गौरसिंहः तु कुटीरान्तः कन्यका अस्ति, सा च यवनवदव्यसनिनी मयि जीवति न शक्या द्रष्टुमपि। किं द्रष्टुं? तत् यावत् द्रष्टुमपि न शक्या, अत्र स्प्रष्टुं कथं भवति इति, तत् यावत् तव कवोष्णशोणिततृषित एष चन्द्रहासो न चलति तावत् कूर्दनं उत्पालं वा चिकीर्षसि तद्विधेहि, तद्विधेहि यत् चिकीर्षसि तद्विधेहि इत्युक्त्वा व्यालीडम् अर्यादय सज्जि समतिष्ठत। अत्र किञ्चित् पदानाम् अर्थम् अवगच्छतु किञ्चित् पुनः पठित्वा। अत्र गौरसिंहस्तु कुटीरान्तः कन्यका अस्ति एव, सा च यवनवधव्यसनिनी मयि जीवति सति, यवनानां वधे एव उद्दिष्टः। अहं यदा अहं जीवामि तत्तां द्रष्टुमपि न शक्नोति भवान्, किं नाम स्प्रष्टुम् इति। अतः यावत् तव कवोष्णशोणिततृषितः एषः चन्द्रहासः न चलति, भवतः कवोष्ण साधारणतया रुधिरस्य रक्तस्य किञ्चिदिव औष्ण्यं भवति एव, अधिकम् अपि न भवति बहु शैत्यमपि न भवति, कवोष्णम् इत्युक्ते किञ्चिद् वाम् इति लूक्वाम् तादृश शोणितरक्तेन तृषितः अस्ति एषः मम खड्गः, चन्द्रहासः इत्यस्य खड्गः इत्येव अर्थः। तद् तत् रक्तं पातुमेव मम खड्गस्य पिपासा अस्ति, तावत् यावत्पर्यन्तं चन्द्रहासः न चलति अहं न उद्धरामि खड्गं, तावत्पर्यन्तं किमपि भवान् इच्छति करोतु, कूर्दनं करोतु वा करोति वा करोतु उत्प्लवनं करोति वा करोतु, यद् यत् चिकीर्षसि यद् कर्तुम् इच्छसि तद्विधेहि तत्सर्वं करोतु इत्युक्त्वा व्यालीढम् अर्यादया इति, व्यालीढम् इत्युक्ते युद्धम् इति, युद्धस्य अपि मर्यादा इत्युक्ते केचन नियमाः भवन्ति, तथा एव तदनुसृत्यैव युद्धं करणीयं भवति, अतः तदर्थं सज्जः सः आसीत् उक्त्वा तथा एव। भीष्मपर्वणि महाभारते तत्सर्वम् आगच्छति, भीष्मः युद्धस्य नियमान् सर्वान् वदति एकं सर्गं पूर्णतया, तथा धर्मयुद्धमेव धर्मम् अनुसृत्य एव युद्धमपि करणीयम् इति, सूर्यास्तमनपर्यन्तमेव आयुधस्य उद्धरणं, तदनन्तरं पूर्णविरामः, केनापि न योद्धव्यं, परन्तु तत् अतिक्रम्य एव अश्वत्थामा सर्वं करोति ब्राह्मणः भूत्वा अपि अस्तु ततः गौरसिंहः दक्षिणान् वामांश्च परश्चतान् कृपाणमार्गान् अङ्गीकृतवतः दिनकरकरस्पर्श चतुर्गुणीकृत्य चाकचक्यैः चतुर्गुणीकृत चाकचक्यैः चतुर्गुणीकृत चाकचक्यैः चञ्चन्चन्द्रहास चमत्कारैश्चन्दूंषि मुष्णतः चक्षुंषि मुष्णतः चक्षुंषि मुष्णतः यवनयुवकहतकस्य केनापि अनुपलक्षितः उद्योगः इति विसर्गः नास्ति, एकमेव पदं केनापि अनुपलक्षितोद्योगः उद्योगः अकरमादेव स्वासिना तत्र र नास्ति, तत्तु सा अकस्मादेव किञ्चित् किञ्चिदिव तत्र अधः रेखा किञ्चिदिव दृश्यते, अकस्मादेव अकस्मादेव स्वासिना कलितक्लेदसञ्जातस्वेदजलजालं विशितिलकचकुलमालं भग्नभूभयानकबालं शिरच्चिच्छेद. अत्र बहवः महाप्राण वर्णाः सन्ति, तथा एव पठितव्यं. ततो गौरसिंहः दक्षिणान् वामांश्च परश्चतान् कृपाणमार्गान् अङ्गीकृतवतः दिनकरकरस्पर्शचतुर्गुणीकृतचाकचक्यैः चञ्चच्चन्द्रः स चमत्कारैश्चक्षुंषि मुष्णतः यवनयुवकहतकस्य केनाप्यनुपलक्षितोद्योगः अकस्मादेव स्वासिना कलितक्लेदसञ्जात स्वेदजलजालं विशिथिलकचकुलमालं भग्नभूभयानकभालं सर्वत्र भा भा. तदा एव गद्यस्य सौन्दर्यम् अनुभूयते. भग्नभूभयानकभालं शिरश्चिच्छेद, तत्र शब्दस्य शब्दालङ्कारस्य सौन्दर्यं पश्यन्तु. तथा एव पठन्ति चेत् उत्तमं. पुनः एकवारं पठतु. ततो गौरसिंहः दक्षिणान् वामांश्च परश्चतान् कृपाणमार्गान् अङ्गीकृतवतः स्पर्श चतुर्गुणीकृत चाकचाक्यैः चाकचक्यैः चन्द्रहास चमत्कारश्चक्षूंषि मुष्णतः यवनयुवकहतकस्य नापि अनुपलक्षितोद्योगः अकस्मादेव स्वासिना कलितक्लेदसञ्जातस्वेदजलजालं विशितिलकचकुलमालं भग्नभूयभयानकबालं भग्नभूभयानकभालं भग्नभूभयानकबालं शिरच्चिच्छेद. तत्र एवं पठनेनैव अर्थभागस्य अर्थः अवगम्यते. इदानीम् अत्र सर्वाणि वाक्यानि अवगतानि वा, अथवा कस्यचित् वाक्यस्य अर्थः वक्तव्यः वा, चर्चा करणीया वा अस्ति वा? गौरसिंहः यवनयुवकः यवनयुवकं मारितवान् इति अर्थः वा तत्र अन्ते अर्थः न, तत्तु तात्पर्यं सारांशः. अर्थः इति वक्तव्यं चेत् सर्वं वक्तव्यं भवति. अत्र तस्य कृपाणमार्गान् इत्युक्ते तस्य खड्गप्रयोगस्य रीतिः तत् कथमस्ति. दक्षिणान् वामान् परश्यतान् कृपाणमार्गान्, वामतः अपि चलति चालयति, दक्षिणतः अपि चालयति, वामतः सर्वत्र तस्य खड्गं चालयन् अस्ति. तत्तु कृपाणमार्गः सः तत् अङ्गीकृतवतः कः सः म्लेच्छः यवनः अङ्गीकृतवान् इत्युक्ते तं प्रति सः अपि युद्धं कृतवान् इति. तत् खड्ग एतस्य गौरसिंहस्य खड्गप्रयोगान् सर्वान् अपि सः सम्मुखीकृतवान्. सः अपि युद्धं सम्यक् एव कृतवान् इति. अनन्तरं दिनकरकरस्पर्शचतुर्गुणीकृतचाकचक्यैः चन्द्रहास चमत्कारैः सः गौरसिंहाय किं कृतवान्? तस्य चञ्चच्चन्द्रहास खड्गस्य भिन्नभिन्नविधप्रयोगस्य चमत्काराः बहु सम्यक् आश्चर्यकरविधे सः खड्गप्रयोगं कुर्वन्ति. तत्तु चतुर्गुणितचाकचक्यता दृश्यते, इत्युक्ते इवन् दो इट् इस् सिङ्गल् प्रयोग इट् इस् फोर् सीन् फोर् टैम्स् इति अर्थः. चतुर्गुणीकृतचाकचक्यैः, चाकचक्यता इति एकं पदमस्ति, अहं न जानामि तमिळ्भाषायाम् अस्ति वा इति, कन्नडभाषायाम् अस्ति. चाकचक्यम् इत्युक्ते बहु एक्स्पर्टैस् इति भवति, सः बहु सम्यक् युद्धं करोति इति वक्तुं, तस्य एबिलिटि इति वक्तुं, तस्य वैविध्यं वैशिष्ट्यम् एतत् सर्वं वक्तुं चाकचक्यता इति. तत्र दिनकरकरस्पर्श तदा इतोपि इदानीं मध्याह्नकालः वा इतोपि सूर्यस्य किरणानि भवन्ति, अतः तेषां किरणानां प्रभावेण अस्य चाकचक्यतया चमत्कारस्य खड्गप्रयोगः चतुर्गुणीकृतः दृश्यते इति प्रयोगः. तत्तु तैः सर्वेषां नेत्राणां आकर्षणं भवति इति, इत्युक्ते तावत् मुष्णतः इत्युक्ते चोरयतः इति अर्थः, इत्युक्ते सर्वदा अत्र तत्र उभयत्रापि कुत्रापि अपश्यन् केवलम् अस्य खड्गप्रयोगमेव पश्यन्ति चेत् तत्र तेषां चक्षुंषि चोरयन्ति इति अर्थः. मुष्णतः यवनयुवकहतकस्य केनाप्यनुपलक्षितोद्योगः, यदा यवनयुवकः केनापि अनुपलक्षितोद्योगः इत्युक्ते तस्य अवधानं किञ्चित् किं वदामः अन्यत्र गतम् इति अहं चिन्तयामि, व्याख्याने पठ्यताम् अनन्तरं. तदा स्वासिना गौरवर्णः गौरसिंहः कलितक्लेतसञ्जातस्वेदजलजालं शिथिलित विशिथिल विशिथिलकचकुलमालं, तस्य अफजनखानस्य केशाः कथं सन्ति इत्युक्ते बहु श्रमम् इदानीं सः प्राप्तवान्, गौरसिंहेन सह युद्धं कृत्वा कृत्वा बहु श्रान्तः भवति अफजल् खानः, अतः तस्य कलितक्लेदसञ्जातस्वेदजलजालं, पूर्णतया सः स्वेदजलेन अभिषिक्तः अस्ति. अनन्तरं विशिथिलकचकुलमालं, तस्य केशाः इदानीं बहुधा युद्धं करोति, यत्र तत्र एवं परिवर्त्य एवं परिवर्त्य खड्गयुद्धं कुर्वन्ति चेत् तेषां शिरस्त्रमपि पतति, अनन्तरं केशाः शिथिलिताः भवन्ति, अस्तव्यस्ताः भवन्ति, तादृशमालम् इत्युक्ते केशराशिः इति. भग्नभ्रूभयानकभालं, तत्र आयुधप्रहारेण खड्गस्य प्रहारेण तस्य भ्रू भग्नः भवति, भ्रूः भग्नाः भग्ना भवति, अतः तस्य ललाटः बहु भयङ्करस्वरूपं, तत्र बहु रक्तस्रावः अस्ति इति कारणात् तस्य भालं ललाटप्रदेशः बहु विकारतां प्राप्नोति. तस्मिन् स्थितौ तस्यां स्थितौ तस्य शिरः चिच्छेद गौरसिंहः. स्वासिना आत्मनः खड्गेन, असिना खड्गेण इति अर्थः. इदानीं व्याख्याने कथमस्ति इति पठतु, व्याख्याने पूर्णतया न भवति, केवलं तत्र तत्र. केनापि अन्येन पठ्यते किं? सन्ध्या भगिनी भवती पठति, विवेकः नास्ति किम् अद्य? अस्मि अस्मि सर्वे सन्ति पठामि. दिनकरकराणां सूर्यकिरणानां स्पर्शेन चतुर्गुणीकृतं वर्धितं चाकचक्यं प्रतिभासविशेषो यैः तैः चञ्चच्चन्द्रहासचमत्कारैः सञ्चरत् खड्गचमत्कारैः मुष्णतः चोरयतः हतकस्य दुष्टस्य केनापीत्यु अनुपलक्षितविशेषान् केनापि इति अनुपलक्षितविशेषणम् इत्युक्ते किं इत्युक्ते सविशेषण तत्र केनापि इत्युक्ते तत्र निर्दिष्टरीत्या केन इति उत्तरं नास्ति, केनापि कारणेन इति भवितुम् अर्हति तावदेव. सविशेषणानां वृत्तिर्न इति तु नित्यसापेक्षस्थलम् इति सुव्यक्तम् एव. वृत्तिर्न इति तु न नित्यसापेक्षस्थले इति सुव्यक्तमेव. स्वासिना शिरश्छेदेत्यन्वयः शिरः चिच्छेद इति अन्वयः भवति, शिरश्छिच्छेद श्वासिना खड्गेन इति तत्र अन्वयः भवति, तत्र कोऽपि क्लेशः नास्ति. विशिनष्टि इत्युक्ते वदति इति, तस्मिन् विषये वर्णनं करोति इति, सर्वत्र आगच्छति विशिनष्टि इति पदं, तत्र वदति अथवा स्थितिं वर्णयति इति अर्थः भवति. अत्र हतकस्य शिरः विशिनष्टि फलितेन, त्रयः वा चत्वारः वा अर्थाः अहं दृष्टवती. अत्र शिरः विशिनष्टि इति भवति चेत् चिच्छेदा इत्येव अर्थः भवति. तत्र शिरः कीदृशम् इति अग्रे कलितेन तत्र इति कलितेन व्याप्तेन क्लेदेन श्रमेण सञ्जातस्य उत्पन्नस्य स्वेदजलस्य घर्मजलस्य घर्मो निदाघः स्वेदः इत्यमरः जालं समूहो यस्मिन् तत् शिथिलाः इतस्ततः परिभ्रष्टाः कचानां केशानां कुलस्य समूहस्य माला पङ्क्तिः यस्मिन् तत् भग्नया छिन्नया भ्रुवाः दृगूर्ध्वभागेन तत् सर्वे जानीमः, नेत्रयोः उपरि एव भ्रूः अस्ति. ऊर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ इति अमरकोशे उक्तमस्ति. अस्तु. भयानकं भीषणं भालं ललाटं यस्मिन् तत् जालं मालं भालम् इत्यत्र यमकम्. अस्तु, तत् शिरः चिच्छेद. पठति किम् अग्रे? पठति किं सुधा भवती वै, इतोपि किञ्चित् पठतु सन्ध्या भगिनी, अनन्तरं विवेकः पठतु. अस्तु. अथ मुनिरपि दाडिमकुसुमास्तरणाच्छन्नायामिव गाढरुधिरदिग्धायां ज्वलदङ्गारचितायां चितायाम् इव वसुधायां शयानं वियुज्यमानभारतभुवमालिङ्गम् आलिङ्गन्तमिव निर्जीवी भवदङ्गबन्ध चालनपरं शोणितसङ्घातव्याजेन अनन्तस्थित रजोराशिम् इव उद्गिरन्तम् कलितसायन्तनघनाडम्बरविभ्रमं सततताम्रचूडभक्षणपातकेनेव ताम्रीकृतं छिन्नकन्धरं यवनहतकम् अवलोक्य सहर्षं ससाधुवादं सरोमोद्गमं च गौरसिंहम् आश्लिष्य भ्रूभङ्गमात्राज्ञप्तेन भृत्येन मृतककञ्चुककटिबन्धोष्णीषादिकम् अन्विष्यानीतं पत्रमेकम् आदाय, अन्विष्य आनीतं पत्रमेकम् आदाय. अन्विष्य आनीतं पत्रमेकम् आदाय सगणः स्वकुटीरं प्रविवेश्य। तर्हि इदानीं मुनिः अपि दाडिमकुसुमास्तरणाच्छन्नायाम् इव इव. इव किं गाढरुधिरदिग्धायां ज्वलदङ्गरचितायां चितायाम् इव वसुधायां शयानं अतः वसुधायाम् इत्यस्य विशेषणानि तानि सर्वाणि सप्तमे विभक्तौ. आम्। तर्हि दाडिमकुसुमास्तराच्छिन्नायाम् इत्युक्ते दाडिमपुष्पैः न न न आच्छन्ना न दाडिमपुष्पस्य वर्णः कः? रक्त रक्तवर्णः. रक्तवर्णः दाडिमवृक्षे दृष्टवन्तः खलु, तत्र बहु स्निग्धरक्तवर्णः भवति पुष्पाणां. तादृशवर्णः भूमौ अभवत्. किमर्थम् इत्युक्ते तस्य रक्तं मृतस्य अभगनकालस्य रक्तस्य कारणात् भूमौ दाडिमकुसुमात् आवृतमिव आच्छन्ना इव भूमिः अस्ति भूमिः तत्र आसीत्। तस्याम् अनन्तरम्. अनन्तरं गाढरुधिरदिग्धायां तेन रुधिरेण दिग्धा आसीत् वसुधा। ज्वलदङ्गरचितायां चितायाम् अङ्गार ज्वलत् ज्वलदङ्गार अङ्गारचितायां. ज्वलदङ्गारचिता इति ज्ञायते, तत्र पुनः द्वितीया चितायाम् इति किं किं सूचयति? ज्वलदङ्गारम् इत्युक्ते तस्य दग्धाः काष्ठा दग्धानि काष्ठानि भवन्ति खलु, तत् एम्बर् इति हा वदामः हा खलु, तादृश तादृश तादृशी आसीत् भूमिः इति रुधिरस्य कारणेन. तत्र चितायामिव तथा तदेव सा एव चिता इति दृश्यमाणा अस्ति. तादृशवसुधायां शयानं, केवलं भूमौ एव सः पतितवान् अत्र अस्ति. भगिनी अत्र अधः टीकायां ये पश्यामः चितायाम् इति अनन्तरं प्राप्तौ. प्रथमं वयं प्रयत्नं कुर्मः, अनन्तरम् अस्माकम् अवगमनं समीचीनं वा न वा इति परीक्षां कुर्मः. किञ्चिदपि अवगमनं न भवति चेत् तदा साक्षात् टीकां पठामः, तथा एव अस्माकम् अभ्यासः अधिकः भवति. अस्तु. वसुधायां शयानं वियुज्यमान तत्र मध्ये किमपि पदं त्यक्तमस्ति इति भाति, तत्र योजितमस्ति परित्यज्यमान इति, अथवा तस्य अर्थः इति वा? वियुज्यमान इत्यस्य अर्थः इति अर्थम् अर्थम् अर्थः केनापि लिखितमस्ति वियुज्यमान तावदेव. इत्यस्य अर्थः अस्तु। वियुज्यमान भारतभुवम् आलिङ्गन्तम् इव, तर्हि भारत भारत भूमिः भारतभूः ताम् आलिङ्गति सः जनः इति, आलिङ्गन् अस्ति इव इव भासमानम्. तथा सः शयानः आसीत्। तर्हि अग्रे निर्जीव निर्जीव भवदङ्गबन्ध चालनपरं निर्जीव निर्जीवी क्षम्यतां निर्जीवी भवदङ्गबन्ध चालनपरः निर्जीवी निर्जीवी भवति खलु, इदानीं सः मृतः, अतः अङ्गबन्धचालनपरम् इत्युक्ते तस्य अङ्गानां चालनमपि न क्रियते खलु. निर्जीवं सः निर्जीवी इति कारणात् अतः यदा खड्गप्रहारः भवति तत्र मुखतः नासिकातः सर्वतः रक्तस्रावः भवति, अतः शोणितसङ्घातव्याजेन सङ्घातव्याजेन तत्र रक्तस्रावः भवति खलु, अन्तः स्थितरजोराशिम् इव, अतः तेन मुखात् बहिः रक्तम् आगच्छति चेत् तथा एव नासिकातः बहिः आगच्छति चेत् तत्तु तस्य हृदये मनसि यावत् यावती रजोराशिः अस्ति तत्सर्वम् उद्गिरन्तं उद्गिरति इति, बहिः आगच्छति इत्युक्ते वमनं करोति इव भासते तादृशम् अस्ति. कलितसायन्तन घनाडम्बर विभ्रमम् आडम्बरविभ्रमम् तर्हि कलितसाधारण साधारणतया किञ्चित् सायङ्कालसमयः भवति चेत् सायङ्कालस्य आकाशे मेघाः पूर्णतया, यद्यपि श्वेतमेघाः एव यावत्पर्यन्तं सूर्यप्रकाशः अस्ति तावत्पर्यन्तं श्वेतवर्णीयः एव दृश्यते, परन्तु सूर्यास्तमनसमयः भवति चेत् तादृश आकाशस्य नीलवर्णः अपि किञ्चित् मेघवर्णं प्राप्नोति अन्धकारस्य कारणात्. तथा ताधरस्य गगनम् अनन्तरं सतत ताम्रचूडभक्षणपातकेन इव इव ताम्रीकृतं, तर्हि सतत चिन्नसंहारम् तर्हि केनचित् तत्र कीदृशमपि ताम्रीकृतम् इति, ताम्रीकृतं छिन्नकन्धरं, कन्धरः इति तत्र ताम्रीकृतम् इति किञ्चित् उत्प्रेक्षा भवति. सततं ताम्रचूडभक्षणं करोति खलु, अवगतं खलु? ताम्रचूडम् इत्युक्ते कुकुटी, कुकुटः कुकुटी. साधारणतया यवनाः बहुधा चिकन् खादन्ति इति, अतः ताम्रचूड खादनम् इति, अतः एव तस्य वर्णः अपि रक्तवर्णः अधिक रक्ततां प्राप्नोति इति. ओ ताम्रचूडभक्षणपातकेन पातकेन ताम्रीकृतं छिन्नकन्धरं, तस्य शिरः छिन्नम् अस्ति इति, तादृश शरीरम् अत्र तु, अत्र तु कन्धरम् इति उक्तम्, अतः ग्रीवा, ग्रीवा छिन्ना अस्ति अस्ति तथा तत्र अपि ताम्रीकृतम्, अत्र तत्र एव खड्गप्रहारः भवति इति कारणात् तस्य ग्रीवा अपि रक्तवर्णीया अस्ति इति. यवनहतकम् अवलोक्य सहर्षं ससाधुवादं सरोमं सरोमोद्गमं च गौरसिंहम् आश्लिष्य. स रोमोद्गमं च इति, सः शकारः अस्ति वा ज्ञा वा? सरोमोद्गमः च खलु, ज्ञा वा शा वा? अस्तु, रोमोद्गमेन सह इत्युक्ते रोमहर्षिणं भवति इति. गौरसिंहं, गौरसिंहम् आश्लिष्य इत्युक्ते आलिङ्ग्य इति, आलिङ्ग्य सः मुनिः. भ्रूभङ्गमात्रा अज्ञप्तेन इत्युक्ते केवलं भ्रूभङ्गं कृत्वा एव आज्ञप्तेन भृत्येन मृतककञ्चुककटीबन्धोष्णीषादिकम् अन्विष्य अन्विष्य आनीतं पत्रं. तर्हि तस्य यः मृतः आसीत् तस्य वस्त्रेषु कुत्रचित् एकं पत्रं प्राप्तं, तदादाय सगणः स्वकुटीरं प्राविवेश. अत्र किमर्थं कारणं विना अन्वेषणं कुर्वन्ति इति चेत्, साधारणतया एतादृशगूढचाराः एते सर्वे शिवराजस्य गूढचाराः मुनिवेषे ब्रह्मचारिवेषे आश्रमेषु वसन्ति. तदा तदेवं केनापि अपरिचितः अपरिचितेन आगम्यते चेत् तदपि एवं मोहमदीयाः भवन्ति चेत् सर्वदा शिवराजस्य अपायः एव इति सर्वे जानन्ति. तादृशजनाः आगच्छन्ति चेत् किमपि पत्रमस्ति वा रहस्यम् अस्ति वा इति सर्वदा अन्वेषणं कुर्वन्ति एव. अतः एव तस्य मृतशरीरात् किमस्ति इति दृष्ट्वा पत्रम् एकं ते बहिः आनीतवन्तः इति. इदानीं व्याख्यानम् रावणस्य शिवताण्डवशोस्त्रं पठामः चेत् तत्र सम्यक् अस्ति, तत्र शब्दालङ्कारः अपि च दीर्घदीर्घपदानि सप्तपदानि. तथा एव पठनीयम् अपि, अल्पप्राण महाप्राणादिकं सम्यक् उच्चारयामः चेत् अस्माकमपि रोमोद्गमः भवति. तदेव अत्रैव पठनीयं खलु, वसुधायाम् इति आरभ्य. वसुधायां पृथिव्यां शयानं पतितं वसुधां विशिनष्टि गाढेन घनीभूतेन रुधिरेण लोहितेन दिग्धायां लिप्तायां दिग्धो विषाक्त बाणे स्यात् पुंसि लिप्तेऽन्यकलिङ्गक इति मेदिनी। ओ अस्तु दिग्ध अस्तु दिग्धः तर्हि तत्र बाणः तस्य शरीरे लग्नः इति दिग्धः इत्यर्थः खलु किमिति रुधिरः दिग्धः, बाणः किमिति। रुधिरेण दिग्धः। ओ अस्तु तर्हि अत्र किं विषबाणे स्यात् पुंसि दिग्धः दिग्धो तत्तु विष मेदिनी कोशस्य विषय भिन्न दिग्धः इति पदमस्ति खलु, दिग्ध इत्यस्य पर्यायपदानि एतानि सर्वाणि। अस्तु अग्रे पठामि। उत्प्रेक्षे उत्प्रेक्षते दाडिमस्य करकस्य दाडिमस्तु त्रिलिङ्गः स्यादेलायां करके त्रिषु इति ओ हो हो, विहार। दानिमस्य त्रिलिङ्गकत्वम् अस्ति, त्रिलिङ्गकत्वम् अस्तु। कुसुमानाम् आस्तरेण विष्टरेण आच्छन्नायाम् इव पुनः उत्प्रेक्षते ज्वलदङ्गारैः चितायां व्याप्तायां चितायां चितौ। तर्हि तत्र चिता इत्यस्य चिता अर्थद्वयं भवति, चिता इति मृतशरीरस्य दहनस्थलं, तत् दहनक्षे मञ्चम्। अन्यथा चितायाम् इत्युक्ते चीङ् धातोः क्तरूपं, क्तान्तरूपं चिता सः, अतः तदुक्तम् अत्र एवं तथा एव तदर्थमेव द्विवारम् आगतं। ज्वलदङ्गारचितायाम् इत्युक्ते दहनस्थलं, चितायामेव भूमिः इति स्त्रीलिङ्गपद भूमेः विशेषणं खलु एतत् सर्वम्, अतः चितायां तथा स्वीकृतायाम् इति वसुधायां। चिता चित्या चितिः स्त्रियाम् इत्यमरः भस्मीभवनाय न यावनैः चिता प्राप्यते हिन्दुकरेण मृत्युम् अवाप्य कियतः कालस्य कृते सा लब्धा अनेन इति ध्वनिः। हिन्दुकरेण मृत्युम् अवाप्य कियतः कालस्य कृते सा लब्धा अनेन इति ध्वनिः। सा किं लब्धा चिता लब्धा इति वा अस्तु किञ्चित् अग्रे पठामि पश्यामि किं। चिन्ताचितयोः दाहकत्वपर्यायलोचना परम् इदं तद् पद्यं सुभाषितं वयं जानीमः खलु, चिन्तायाः चिन्तायाः बिन्दुमात्रं विशिष्यते, चिन्ता दहति सजीवम् इति, चिता दहति निर्जीवं, चिन्ता दहति निर्जीवम् इति किमपि अस्ति खलु, तदेव भिन्नरूपे अस्ति अत्र। चिन्ता चिता द्वयोर्मध्ये बिन्दुमात्रं विशेषकं, सजीवं दहते चिन्ता, निर्जीवं दहते चिता इति। तत्र दह धातोः आत्मनेपदित्वमपि अत्र दर्शितम्। यवनहत्तकं विशिनष्टि निर्जीवी भवतां भवताम निष्प्राणतां गच्छतां भवताम् इति निष्प्राणतां गच्छताम् अङ्गबन्धानां शरीरसन्धीनां चालने परं निरतं शोणितसङ्घातव्याजेन रुधिरप्रवाहच्छलेन अन्तःस्थितो यो रजोराशिः रजोगुणसमूहः तम् इव इति उत्प्रेक्ष उद्गिरन्तं वमन्तं कलितः धारितः सायन्तनस्य सायम्भवस्य घनाडम्बरस्य मेघविडम्बनायाः विभ्रमः विलासो येन तं सततं सर्वदा यत् ताम्रचूडस्य कुक्कुटस्य पर्यायपदानि कृतवाकुः, ताम्रचूडः, ताम्रचूडः कुक्कुटः, चरणायुधः, तस्य चरणानि एव चरणद्वयमेव आयुधं कुक्कुटस्य कृते, अतः चरणायुधः। इत्यमरः भक्षणम् अशनं तदेव पातकं पापं तेन सर्वे मांसाहारिणः पापिष्ठाः। तेनैव ताम्री ताम्रीकृतं रक्तीकृतं छिन्नकन्धरं कृत्तग्रीवं सायङ्कालिकसूर्य इव सञ्जातम् इति यावत् कटिबन्धः जघनपट्टिका पेटी इति हिन्दी उष्णीषं शिरोवेष्टनम् अस्तु तावदेव. इदानीम् अखिल भगिनी भवती वदतु इदानीं भवत्याः अभिप्रायः. किं महोदय? किमपि वक्तुं भवती उद्युक्ता आसीत्, अहं किञ्चित् वारितवती. प्रथमं वयं पठामः, अनन्तरं वदतु इति. न न तत्र तत्र चिरा तद तदर्थमेव उक्तवती, अन्यत् किमपि नास्ति. चिता इति विषये चिता इत्यस्मिन् विषये. अस्तु, इदानीं यद् वयं चिन्तितवन्तः तदपि समीचीनमेव. महोदय, अत्र अधः निश्वास इत्यस्य विषये किञ्चित् विवरणम् अस्ति, तत् प्रायः पठामश्चेत् लाभाय भवति इति चिन्तयामि. अत्र साधारणतया एकैकस्मिन् अपि काव्ये वा ग्रन्थे वा भिन्नभिन्न अध्यायाः भवन्ति चेत् भिन्ननाम्ना उच्यते. निश्वासः इति कदाचित् प्रसङ्गः, अध्यायः, सर्गः, भिन्नभिन्नरीत्या उच्यते. प्रकरणम् उच्छ्वासं निश्वा किमर्थम् उच्छ्वासं निश्वासम् इति वदन्ति? अस्तु, तर्हि गद्यकाव्यम् अस्ति चेत् निश्वासः इति सर्वदा उच्यते वा, अथवा तथा किमपि नास्ति? विक्रमार्कचरिते अपि तथा एव आगच्छति खलु. किमपि एकवारं पठतु भगिनी तत् तम् अनुच्छेदम्. निश्वास इति वाक्यविन्यासरूपे गद्यकाव्ये निश्वास प्रश्वास एव परिच्छेदकाः भवन्ति इति. परिच्छेदकः इत्युक्ते अत्र अध्यायस्य विभागाः, ग्रन्थस्य विभागाः. परिच्छेदकानाम् अङ्कसर्गाध्यायादिसंज्ञाः समुपेक्ष निश्वाससंज्ञाम् एव आदरयाञ्चकारग्रन्थकारः. यद्यपि बाणादिभिः उच्छ्वाससंज्ञा गृहीता, किन्तु सा शोकक्रोधादौ एव अपेक्षित इति तामपि तत्याज. भवति चात्र प्राचीनं पद्यं प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाघ्यतमः कवीनाम् इति ग्रन्थकृच्छिष्यकृता टिप्पणी. अस्तु, ओहो, ग्रन्थकृत् शिष्यकृता, ग्रन्थकारस्य शिष्यः सः टिप्पणीं कृतवान् इति मन्ये. अस्तु, इति प्रथमनिश्वासः समाप्तः इति. अत्र विमला भगिनी आगतवती किम्? अस्मि महोदय. ओ, अस्ति वा, अस्तु, आरम्भतः आसम् आसम्. भवती पठितवती किम्? न महोदय. भवती पठतु, अनन्तरं विवेकः पठतु. अथ द्वितीयः निश्वासः. ओ, तत् द्वितीयो निश्वासः. द्वितीयो निश्वासः, अस्तु, द्वितीयो निश्वासः. रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेश्यति हसिष्यति पङ्कजश्रीः. इत्थं विचिन्तयति कोशगते द्विरेफे, हा हन्त हन्त नलिनीं गज उज्जहार स्फुटकम् इति. स्फुटकम् इति इत्युक्ते किं? द्रष्टव्यं द्रष्टव्यं स्पष्टीकरोति, स्फुटं करोति इति प्रायः तस्मिन् अर्थे. कोशे पश्यन्तु, इदानीं एतत् पद्यं तु बहु प्रसिद्धं पद्यं, प्रसिद्धमस्ति. आम्, तत्र अनुक्षणं किं भवति इति केनापि न ज्ञायते इति विधेः विलासः इति वक्तुं. रात्रिर्गमिष्यति सुप्रभातं भविष्यति भास्वान् उदेष्यति पङ्कजश्रीः हसिष्यति इत्थं कोशगते द्विरेपे चिन्तयति हा हन्त हन्त गजः अत्य नलिनी उज्जहार कमलसहितं सर्वं नष्टम्. एतत्तु भ्रमरस्य अपि किञ्चित् तस्य मुग्धता, मौढ्यं, यतः कमलं प्रविष्टवान् भ्रमरः, मधु पीतवान् तदनन्तरं बहिः किमर्थं न आगतवान्? तत्र एव स्थित्वा रात्रिः भवति चेत् कमलस्य बन्धनं भवति पुनः, तदा सकोशगतं भवति, कोशगतः भवति भ्रमरः. तदनन्तरं पुनः प्रातःकाले एव विकसनं, तावत्पर्यन्तं तत्र एव वासः, किमपि भवितुं शक्यते. तदेव अस्तु. इतस्तु स्वतन्त्रयवनकुलभुज्यमान विजयपुराधीश प्रेषितः पुण्यनगरस्य समीपे एव प्रक्षालितगण्डशैलमण्डलायाः निर्झरवारिधारापूरपूरितप्रबलप्रवाहायाः पश्चिमपारावारप्रान्तप्रसूतगिरिग्रामगुहागर्भनिर्गताया अपि प्राच्यपयोनिधिचुम्बनचञ्चुरायाः रिङ्गत् तरङ्ग भङ्गोद्भूतावर्तशतभीमायाः नद्याः अनवरत भीमायाः ध्रुवा ओ भीमायाः नद्याः अस्तु अनवरत निपतद्वकुल कुलकुसुम कदम्बसुरभीकृतमपि नीरं वगाहमान मत्तमतङ्गज मदधाराभिः कटुकुर्वन् हय हेषाध्वनि प्रतिध्वनि बधिरीकृतगव्यूति मध्यगाध्वनीनवर्गः पटकुटीरकूटविहित शारदाम्भोधर विडम्बनः निरपराध भारतभिजन भारताभिजनजन पीडनपातकपटलैरिव पटलैः इव समुद्धूयमान नीलध्वजैः उपलक्षितः विजयपुरेश्वरस्य अन्यतमः सेनानीः अपजलखानः प्रतापदुर्गादविदूर एव शिववीरेण सहावद्यूतेन चिक्रीडिषुः ससेनस्तिष्ठति स्म. बहु दीर्घं यः तत्र आगतः सः अपजानक अपजलखानः न इति मन्ये. अपजलखानेन प्रेषितः दूतः दूतः अत्र किं वक्तव्यं? किञ्चित् एकम् भागं स्वीकृत्य विवरणं ददातु. इदानीं तत्र आश्रमे एव एतावत्पर्यन्तं किं किम् अभवत् इति सर्वम् उक्तम्. इदानीं स्थितिः अस्ति, तत्र काचन बालिका अस्ति, तस्याः रक्षणं क्रियते तत्र. अनन्तरं कश्चन मुसल्मानः आगतः, तस्य वधः सिंहेन इति अवगतम्. इदानीं तु पत्रं प्राप्तं, तत्तु आश्रमस्य स्थितिः. इदानीम् अन्यत्र किं किं भवति इति अत्र विषयः अस्ति. इतस्तु इति अस्ति खलु. यवनकुलभुज्यमान विजयपुराधीश तेन प्रेषितः पुण्यनगरस्य समीपे एव प्रक्षालितगण्डशैलमण्डलायाः अत्र स्थलस्य विवरणं विशेषणरीत्या अस्तु निर्झरवारिधारा पूरपूरित प्रचलप्रवाहायाः प्रवाहः नद्याः प्रवाहः पश्चिमपारावारप्रान्तप्रसूतगिरिग्रामगुहागर्भनिर्गतायाः अपि प्राच्यपयोनिधिचुम्बनचञ्चुरायाः इदानीं पुण्यनगरस्य समीपे एव प्रक्षालितगण्डशैलमण्डलायाः इत्युक्ते तत्र तत्र तत्र मण्डलम् इत्युक्ते काचन स्थल किञ्चन स्थलं तस्य निर्दिष्टरीत्या तस्य स्थलस्य परिमाणम् एवम् अस्ति इति वक्तुं मण्डलम् इति वदन्तः. प्रक्षालितगण्डशैलम् इति किमर्थम् उक्तम्? इदानीं तत्र अधिकतया पर्वतप्रदेशः, तत्र तत्र शैलानां खण्डाः अपि भवन्ति. तत् गण्डशैल इत्येव एकः विधः भवति. तत्र प्रक्षालितः इति किमर्थम् उक्तम् इत्युक्ते तत्र निर्झरवारिधारापूरपूरितप्रबलप्रवाहायाः कारणेन प्रवाहस्य कारणेन तत्र प्रक्षालितम् इति उक्तं. पुनः नद्यः इति पश्यामः, निर्झरवारिधाराः पूर्वं तत्र शैलमपि अस्ति. एते एताः धाराः कथं भवन्ति, शैला तु उत्पन्नाः भवन्ति इति अवगतम्. अनन्तरम् एतत् सर्वं पश्चिमपरावारप्रान्तप्रसूत, एतत्तु पश्चिमदेशे पश्चिमप्रान्ते एव महाराष्ट्रराज्यं खलु. पश्चिम तत्र तत्रापि समुद्रः भवति खलु, पारावारः इत्युक्ते समुद्रः. समुद्रस्य प्रान्ते प्रसूतगिरिग्रामगुहागर्भनिर्गतायाः तत्र कश्चन गिरिः अपि अस्ति. वेस्टर्न् घाट्स् सन्ति खलु, तः पश्चिमशैलाः सन्ति. अतः तत्र तस्मिन् प्रदेशे पर्वतः अस्ति चेत् गुहाः अपि भवन्ति एव. तत्र गुहायाः गर्भात् जलं पदे पदे बहिः आगच्छन्ति, अनन्तरं स्प्रिङ्ग् रीत्या आगच्छन्ति, उत्पन्न उद्भवः भवति जलस्य, अनन्तरं बहिः आगच्छन्ति नदीरूपेण. अतः तदपि प्राञ्च पयोनिधि चुम्बनचञ्चुरायाः तादृशी नदी प्राच्यपयोनिधि चुम्बनं कर्तुम् इच्छा अस्ति इति. अतः तस्यां दिशि प्रवहितुम् इष्टवती इति नद्याः विशेषणम्. रिङ्गतरङ्गभङ्गोद्भूतावर्त शतभीमायाः इति. अत्र रिङ्गत् इत्युक्ते चलन्तम् इति अर्थः, शब्दं कुर्वन्ति चलन्ति इति. चलन्ति के चलन्ति? नदीनां नद्यां तरङ्गाः ये सन्ति ते चलन्ति, अतः रिङ्गत्तरङ्गाः. पदे पदे तरङ्गाः एकैकशः आगच्छन्तः एव सन्ति तरङ्गाः. तदा पूर्वतनतरङ्गः भिनत्ति खलु, पूर्वतनतरङ्गं भिनत्ति. यदा तरङ्गः आगच्छन्ति पूर्णतया तस्मिन्नेव आकारे पुनः नागच्छन्ति खलु, तत्र भङ्गाः अपि भवन्ति, तरङ्गाणां भङ्गाः अपि भवन्ति. अतः भङ्गोद्भूत आवर्त, तथा यदा तरङ्गाणां भङ्गाः भवन्ति आवर्ताः भवन्ति, शुळि वरेपु भवति. अतः तादृशशतसङ्ख्याकाः आवर्ताः भवन्ति, तेन किञ्चित् भयङ्करदृश्यमपि भवितुम् अर्हति. तत्तादृशी नदी अस्ति तत्र नदी, नद्याः नाम भीमा इति. तादृश्याः भीमायाः नद्याः इदानीं किञ्चित् भवति वदतु. अनवरत निपतद् वकुलकुलकुसुम कदम्ब सुरभीकृतमपि नीरम्. नीरम् इत्युक्ते जलं, जलम् अनवरत पतन्तं जलं. कीदृशं जलमिति? तत्र पतन्तं जलं न, निपतद् बकुलकुलकुसुमं, पार्श्वे ये वृक्षाः सन्ति वृक्षेभ्यः पुष्पाणि पतन्ति इति. कीदृशानि कुसुमानि? बकुलपुष्पाणि, कदम्बेषां भिन्नभिन्नकुसुमानां समूहः मिश्रणं कदम्बं. तैः पुष्पैः सुरभीकृतम् अस्ति जलं, जलं सुरभीकृतं सुगन्धयुक्तं भवति. तत्र वगाहमाना इति अवगाहमाना समानमेव. तत्र स्नानं कर्तुम् आगच्छन्ति के? आगच्छन्ति गजाः, हयाः, आगच्छन्ति. भवतु, इदानीं पुष्पाणां कारणेन नदीजलस्य सुगन्धता अस्ति, तेन सह मत्तमदङ्गस्य मदधाराभिः मदजलेन, गजस्य मदजलम् अत्यन्तं सुगन्धितं भवति. तत्र मदजलस्य कारणेन अपि तत्र सुगन्धमपि भवति, कटु अपि करोति. नदीजलं मधुरं भवति चेदपि मदजलेन तस्य कटुत्वं भवति. कटु कुर्वन् हयहेषाध्वनि प्रतिध्वनि भदिरीकृतगव्यूति मध्यगाध्वनेन वर्गः. समीपे एव अश्वाः सन्ति, तेषां हेषाध्वनिना ध्वनिः भवति चेत् सर्वतः पर्वताः सन्ति इति कारणेन प्रतिध्वनिः भवति. अश्वस्य हेषाध्वनेः प्रतिध्वनिः आगच्छति. बहु तस्य उच्चैः भवति प्रतिध्वनिः, तेन कारणेन बधिरीकृतगव्यूति मध्यगाधनेन वर्गः बहु अत्यन्त शब्दः बहु बलेन आगच्छति इति कारणात् तत्र अध्वनीनाः इत्युक्ते मार्गे ये गच्छन्ति जनानां समूहः तेषां बधिरी कर्णस्य श्रवणशक्तिः एव मन्दं भवति इति तादृशध्वनिः जलपातस्य नदीप्रवाहस्य भिन्नभिन्नकारणेन तत्र बहुधा शब्दः भवति तादृश जनानां समूहः तत्र गच्छति तेषां पटकुटीरकूटविहितशरदाम्बोधरविडम्बनः तत्र पटेषु पटकुटीरम् इत्युक्ते टेण्ट् इति तत्र तत्र तादृशकुटीराणि भवन्ति शारदाम्बोधरविडम्बनः इति द्रष्टव्यं व्याख्याने कत्र अर्थः कथम् अन्वेति इति अहं न जानामि अनन्तरं निरपराध पठतु भगिनी भवती म्यूट् मध्ये अस्ति अस्तु भारताभिजन जनपीडनपातकपटलैः इव समुद्धूयमाननीलध्वजैः उपलक्षितः विजयपुरेश्वरस्य अन्यतमः सेनानी अपजलखानः प्रतापदुर्गात् अविदूर एव शिववीरेण सह आहवद्यूतेन चिक्रीडिषु ससेन तिष्ठति स्म भारतीयानां क्रीडामानेतुमेव बाधाम् आनेतुमेव सः पातकपटलैः इव पापसमूहैः इव सः नीलध्वजैः दृश्यते तेषां नीलध्वजाः धूयमाननीलध्वजैः उपलक्षितः तद् नीलध्वजाः यत्र यत्र दृश्यन्ते तत्र एवम् एवं मोहम्मदीयानां सैन्यमस्ति इति अवगम्यते अनन्तरं विजयपुरेश्वरस्य अन्यतमः सेनातिः अस्ति आपजलकानः सः तत्र शिवाजेः प्रतापदुर्गस्य समीपे एव सः पटकुटीरेषु तिष्ठति ससेनं तत्र केन कारणेन इत्युक्ते आहवद्यूतेन युद्धं कर्तुम् इच्छति इति तर्थः भवति इदानीं विवेकः व्याख्याने किमपि द्रष्टव्यम् इति शारदाम्बोधराणां तत्र अर्थः कः पश्यतु शरण्मेघानां निर्जलत्वेन श्वेतवर्णानाम् इति तात्पर्यम् अस्तु अम्बोधर परन्तु अम्बोधराणां तत्र सम्बन्धः कः इतोपि उपरि अस्तु तत्र पट पटकुटीराणां कूटैः समूहैः विहिताः निर्जलत्वेन श्वेतवर्णानाम् इति तात्पर्यं धराणां मेघानां विडम्बना बहु निर्मलः भवति अनुकृतिः स्वच्छं भवति अतः तत्र शब्दः वा विडम्बनं इत्युक्ते शरत्काले यथा मेघाः सन्ति तादृशं प्रायः वा विडम्बना इत्युक्ते इमिटेशन् शरत्काले अनुकरणम् एतत् सर्वम् अफ्जल् खानस्य विशेषणानि तत्र सेनानीः अफ्जल्खानः अपजलखानः तस्य विशेषणम् एतत् सर्वम् किञ्चित् उपरि नयतु. केवलं हयानाम् इति तत्पर्यन्तम् अस्ति खलु, तदनन्तरं भीमायाः भीमायाः नद्याः तावत् न, तत्रैव विडम्बनम् इत्यस्य अर्थं द्रष्टुं सम्बन्धं द्रष्टुम् इच्छामि. इतोपि उपरि व्याख्यानं दर्शयतु महोदय. इतोपि ओ इतोपि उपरि गच्छतु. तत्र सः प्रेषितः अफ्जल् खानः तत्र प्रवा एतादृश्याः नद्याः भीमायाः नद्याः नीरम् एवं धाराभिः तत्र कटुकुर्वन् एते सर्वे. तत्र मम प्रश्नः पट्टकुटीरकूटविहित शरदाम्बोधर विडम्बनः इति अस्ति खलु, तत्र पटकुटीरकूट इत्यस्य अर्थः अवगम्यते, विहित शरदाम्बोधर विडम्बनः इत्युक्ते तत्र भवतु शारदाम्बोजः किं शरत्काल अम्बोधर इत्युक्ते मेघः मेघः विडम्बनः विडम्बनः व्याख्यायाम् इतोपि किञ्चित् उपरि गच्छति चेत्. हिन्दी मे किमपि लिखितं महोदय अत्र सफेद खेमो के समूसे शरद के बादलों का उपहास करने वाला निरपराध अफजल खान का विशेषण. अफजल खान इदानीं जनाः मुग्धाः निरपराधिनः इति दर्शयितुं शरत्कालमेघस्य वर्णनं वा. निरपराध भारतीय जनता के उत्पीड़न से उत्पन्न पापराशि के समान नीली पताकाओं से पहचाना जाने वाला. अस्तु परंतु हाँ अग्रे सर्वमः विवेक महोदय पठति किम्. अतः जगतः प्रभाजालम् आकृष्य कमलानि समुद्र्य कोकान् सशोकीकृत्य सकलचराचर चक्षुसञ्चारशक्तिं शिथिलीकृत्य कुण्डलेनैव निजमण्डलेन पश्चिमामाशां भूषयन् सेवनेनैव मञ्जिमरञ्जितः अनवरत भ्रमण परिश्रम श्रान्त इव सुषुप्सुः म्लेच्छ गण दुराचार दुःखाक्रांत वसुमति वेदनामिव समुद्रशायिनी निविवेदयिषुः वैदिक धर्म ध्वंस दर्शन संजात निर्वेद इव गिरिगहनेषु प्रविश्य तपश्चिकीर्षुः धर्मतापतप्त इव समुद्रजले सिस्नासुः सायं समयमवगत्य संध्योपासनमिव विदित्सुः नास्ति कोऽपि मत्कुलेः यः सकण्टग्रहं धर्मध्वंसिनो यवनहतकान् यज्ञियात् अस्मात् भारतगर्भात् निस्सारयेत् इति इति तावत्पर्यन्तं वाक्यस्य पूर्तिः न अभवत् चेदपि तत्र किञ्चित् स्थगयतु. अत्र पूर्वम् एकं पठितं खलु भवता, अत्र सेमिकोलन् अस्ति, तत् विसर्गरूपेण पठितवान् भवान्, तत्र तस्य किञ्चित् परिष्करणं करणीयम् अदनु. अस्तु, इदानीं बहु दीर्घः अस्ति अनुच्छेदः. इतोपि शुद्धा भगिनी न पठितवती, अखिला न पठितवती, इदानीं अखिला भगिनी, अखिला भगिनी नास्ति अत्र. अस्तु, अत्र केवलम् अहं वदामि, अत्र सूर्यस्य अस्तमनसमयः एषः, तदेवं वर्णयति, जगतः प्रभाजालम् आकृष्य कमलानि समुद्र्य. सूर्यः अस्तमनसमये किं भवति, सर्वं प्रकाशम् आकर्षति, इत्युक्ते प्रकाशस्य सङ्कुचनं भवति. अनन्तरं तत् किं कथं भवति सङ्कुचनम् इति, सः आकृष्य आत्मनि स्थापयति इति कवेः कल्पना. अनन्तरं कमलानि समुद्र्य, कमलानि पिहितानि भवन्ति, कोकान् सशोकीकृत्य. यावत्पर्यन्तं सूर्यः अस्ति तत्र चक्र कोकपक्षीणां तत्र समागमः सर्वदा भवति, बहु सन्तोषेण भवति. तदा सशोकीकृत्य इत्युक्ते यदा सूर्यास्तमनं भवति कोकपक्षीणां शोकः भवति, सकलचराचर सञ्चारशक्तिं शिथिलीकृत्य. यावत्पर्यन्तं प्रकाशः अस्ति अस्माकं नेत्रयोः शक्तिः सम्यक् भवति, अन्धकारः भवति चेत् न दृश्यते इति कारणात् चक्षुसञ्चारशक्तिं शिथिलीकृत्य. अनन्तरं कुण्डलेनैव निजमण्डलेन पश्चिमाम् आशां भूषयन्, पश्चिमस्यां दिशि सः अस्तमनं प्राप्तवती इति कारणात् आशा इत्युक्ते दिक् इति अर्थः अपि भवति. तत्तु कथं अलङ्करोति इत्युक्ते, सः यदा सायङ्कालसमयः भवति, सूर्यस्य किरणानां किञ्चित् न्यूनता भवति, अधिककिरणानि न भवन्ति, तदा केवलं सूर्यस्य मण्डलाकारमेव. वयं यदा सूर्यास्तमनदृश्यं पश्यामः तदा कथं भवति, सूर्यः किरणैः विना एव दृश्यते खलु, केवलं रक्तमण्डलमेव दृश्यते. तथा पश्चिमामाशां केवलं निजमण्डलेन, किरणरहितमण्डलेन भूषयन् अलङ्कुर्वन् वारुणीसेवनेन इव माञ्जिष्टमञ्जिमरञ्जितः. माञ्जिष्टमञ्जिमा इत्युक्ते तस्य रक्तवर्णः, तत्तेन बहु सम्यक् सौन्दर्ययुक्तः भवति. वारुणी किमिति आसीत्, पदं कथम् आसीत्, वारुणी सेवना, वारुणी सेवनेन एव इत्युक्ते, वारुणी इत्युक्ते वरुणस्य दिक् पश्चिमा दिक् इति एकः अर्थः, वारुणी इत्युक्ते सुरा मध्यम इत्यपि अर्थः एकः. वारुणी इत्युक्ते वारुणी सेवनं कुर्वन्ति चेत् जनानां नयनानि रक्तनयनानि भवन्ति खलु. अत्र वारुणी सेवनेन इति वरुणस्य पश्चिमायां दिशं प्रति यदा सूर्यः गच्छति तत्र रक्तवर्णः तत्रापि प्रतिफलति इति कारणात् तत्र रक्तस्य क्षम्यतां रक्तवर्णस्य वर्णानाम् अनवरतभ्रमणपरिश्रमश्रान्त इव सुषुप्सुः. सः इदानीं पूर्व सूर्योदयात् अस्तमनपर्यन्तमेव सः चलति इति उत्प्रेक्षात् सर्वदा चलन्नेव भवति, अत्र आगच्छति खलु. अतः अनवर्तभ्रमणस्य कारणेन श्रमेण सः श्रान्तः अस्ति इव सुषुप्सुः, निद्रां कर्तुम् इच्छुः अस्ति सः. म्लेच्छगणदुराचारदुःखाक्रान्तवसुमतीवेदनामिव समुद्रशायिनी निवेदयिषुः. इदानीं म्लेच्छानां समूहेन भारतीयाः भारतदेशानां सर्वे प्रदाशाः बहु बाधिताः सन्ति इति कारणात् वसुमती इत्युक्ते भूमिः, भूमेः वेदनां निवारयतु इति समुद्रशायी, कः समुद्रे शेते, क्षीरसमुद्रे, विष्णुः विष्णोः समीपे निवेदयामि इति चिन्तनेन सः पश्चिमायां दिशां प्रति गच्छति इति प्रायः वैदिकधर्मध्वंसदर्शनसञ्जातनिर्वेदैव गिरिगहनेषु प्रविश्य तपश्चिकीर्षुः तद् इदानीं सनातनधर्मस्य नाशं कर्तुं कश्चन मूर्खः आगतवान् खलु इदानीम्, अतः तादृशधर्मध्वंसदर्शनसञ्जातः बहु निर्वेदः इत्युक्ते दुःखं सर्वेषां जनानाम्, अतः तदर्थं तेषां दुःखस्य निवारणार्थं गिरिगहनेषु प्रविश्य तपः चिकीर्षुः पर्वतगुहायां स्थित्वा तपः कर्तुम् इच्छति इव सूर्यः घर्मतापतप्त इव समुद्रजले शिश्नासु, सः एव घर्म ददाति, सः एव औष्ण्यं ददाति, परन्तु तेन औष्ण्येन सः एव तप्तः अस्ति इति कारणेन पश्चिमसमुद्रं गत्वा तत्र स्नानं कर्तुम् इच्छति इव सायं समयम् अवगत्य सन्ध्योपासनमिव शिश्नासु पर्यन्तं वयं पठामः, इतोपि दीर्घः अस्ति, भवतु अग्रिमसप्ताहे पठामः इति मन्ये, अहं चिन्तयामि बहु समयः अधिकविलम्बः जातः, अत्र विरमामः। अस्तु महोदय। महोदय एकं वाक्यस्य पूर्तिः न अभवत्, चिन्ता नास्ति, क्षम्यतां, मया हिन्दीव्याख्यानस्य किञ्चित् अर्थः दृष्टः, शरदाम्भोरुः श्रदाम्भोरुविडम्बन इति अस्ति, तस्य श्वेतवर्णीय टेन्स् द वैट् टेन्स् रिसेम्बल् दि वैट् क्लौड्स् इति तस्य तात्पर्यं भवति इति मन्ये, खेमोस इति अस्ति, खेम् इत्युक्ते टेन्ट् हिन्दीभाषा मे, तर्हि तत्र अफ्सल् खानस्य एव विषयः, तत्र टेन्स् तत्र तत्र एवं टेन्ट् स्थापयित्वा सः अस्ति इति, श्वेतवर्णीय शिबिराः तथा दृश्यन्ते इति, नीलवर्णीय नीलवर्णीयपताकाः, पताका एव नीलवर्ण, अतः पटकुटीरं तु श्वेतवर्णयुक्तं खलु, अस्तु, परन्तु तत्र सम्बन्धः कः इति द्रष्टव्यं तावदेव, अस्तु इदानीं शान्तिमन्त्रं दामः। ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्, ॐ शान्ति शान्ति शान्तिः।